सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्। अत्र अस्यां कक्षायां वयं सर्वे मिलित्वा संस्कृतभाषायाः अवगमनार्थं प्रयासं कुर्मः। तदर्थं गीतासोपानं पुस्तकमस्ति, इत्युक्ते गीतासोपानं पुस्तकस्य आधारेण संस्कृतभाषायाः अवगमनम् अपि च अध्ययनं क्रियमाणमस्ति अत्र। विशेषतया अयं वर्गः सम्भाषणवर्गः, तदर्थं वयं सर्वे सिद्धाः। अधुना भगिनी सुभाषितं श्रावयतु। भगिनि, ॐ विद्या नाम नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम् विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते नातु धनम् विद्या विहीनं पशुः। धन्यवादः। तत्र तु विद्या विहीनः, विहीनम् इति नास्ति, विहीनः इति अस्ति, इत्युक्ते विद्याविहीनः पुरुषः पशुः इव इति मन्तव्यम्। उत्तमं, धन्यवादः भगिनि। अनन्तरं गते सप्ताहे वयं षष्टिविभक्तेः विषये चिन्तनं कृतवन्तः, गृहपाठविषये कांश्चन अभ्यासान् भवन्तः सर्वे कृतवन्तः इति भाति। तत्र गृहपाठरूपेण दशमे पाठे विद्यमानान् षष्टिविभक्तिसम्बद्धान् सर्वान् अवशिष्टान् अभ्यासान् कुर्वन्तु इति अहम् ई पत्रं प्रेषितवती। तदर्थं सर्वे अधुना पञ्चविंशं पुटं पश्यन्तु। पञ्चविंशं पुटम् इत्युक्ते पेज् 25 पश्यन्तु। तत्र द्वितीय अभ्यासात् आरभ्य अभ्यासं कुर्मः। तस्मात् पूर्वं किमस्ति इत्युक्ते सर्वनामशब्दानां षष्टिविभक्त्यन्तरूपाणि वयं ज्ञातवन्तः, अपि च तानि रूपाणि स्मर्तव्यानि, अपि च मनसि स्थापनीयानि। तत्र दकारान्तशब्दद्वयमस्ति, तत् शब्दः एतत् शब्दः, अनयोः द्वयोः शब्दयोः षष्टिविभक्त्यन्तरूपाणि त्रिषु लिङ्गेषु त्रिषु वचनेषु स्मर्तव्यानि, अपि च अस्मत्शब्दस्य रूपाणि युष्मत्शब्दस्य रूपाणि अपि ज्ञातव्यानि। आहत्य सम्बन्धवाचकषष्टी इत्यस्य अध्ययनम् अस्मिन् पुटे दत्तमस्ति। अधुना द्वितीय अभ्यासात् आरभ्य अभ्यासं कुर्मः। उत्तमम्। अत्र आरम्भे सूर्यकुमारी भगिनी, भवती एव अत्र प्रथमं वाक्यम् अत्र सूचनां पठित्वा अत्र उदाहरणं तदपि पठित्वा करोतु। आं भगिनि, आवरणे विद्यमानस्य शब्दस्य षष्ठीविभक्तिरूपेण रिक्तस्थानानि पूरयत। तस्मिन् विषये सर्वेषां पदानां विषये किञ्चित् वदतु। आवरणे अभिमुखे विद्यमानस्य षष्टिविभक्ति एकवचनं, शब्दस्य षष्ठीविभक्ति एकवचनं, विशेष्यविशेषणसम्बन्धः षष्टिविभक्तिरूपेण षष्टिविभक्तिरूपेण तृतीयविभक्ति एकवचनं रिक्तस्थानानि रिक्तस्थानानि बहु प्रथमाविभक्ति बहुवचनं तत्र द्वितीयविभक्ति बहुवचनं द्वितीयविभक्ति क्षम्यतां पूरयत लोट्लकार मध्यमपुरुष बहुवचनं उत्तमम् उत्तमं भगिनि उदाहरणं करोतु उदाहरणम् उदा भारतस्य राजधानी देहली प्रथमाविभक्ति भारतम् अत्र भारतम् इत्युक्ते किं भारतराज्यम् उत्तमं भारतम् इत्युक्ते देशस्य नाम भारतस्य राजधानी का देहली देहली वयं पूर्वमेव चर्चितवन्तः देहली इत्युक्ते किम् एकरान्तस्त्रीलिङ्ग राजधानी नाम कथं वक्तव्यं राजधान्याः राजधान्याः नाम देहली देहली देहली इत्युक्ते आङ्ग्लभाषायां थ्रेशोल्ड् इति वदामः थ्रेशोल्ड् अपि च राजधानी वयम् अभ्यासपुस्तके अपि पठितवन्तः पुष्पाधानी इति वयं दृष्टवन्तः तथा एव अत्र राजधानी धानी अत्र राज इति वयं जानीमः एव अत्र समस्तपदमस्ति राज इति नकारान्तपदमस्ति धानी इत्युक्ते अत्र हेबिटेशन् इत्यस्मिन् अर्थे अस्ति राजधानी उत्तमम् अस्मिन् वाक्ये षष्ट्यन्तं रूपं किम् भारतस्य भारतस्य उत्तमं प्रथमं करोतु राजा धृतराष्ट्रः प्रथम हस्तिनापुरम् हस्तिनापुरस्य राजा धृतराष्ट्रः उत्तमम् अत्र हस्तिनापुरम् इत्यस्मिन् सम्भावनापूर्वपदकर्मधारयसमासः अस्ति नाम अस्ति इति कृत्वा हस्तिनापुरस्य राजा धृतराष्ट्रः द्वितीयं पुत्रः कर्णः रविः पुत्रः कर्णः रविः इकारान्त पुल्लिङ्ग एकवचनं षष्ठीविभक्ति एकवचनं रवेः रविः इत्युक्ते कः सूर्यः सूर्यः उत्तमम् उत्तमं भगिनि धन्यवादः अनन्तरम् अधुना अत्र भगिनि वदतु प्रश्नः अस्ति वा वदतु सन्ति प्रश्नः ततः राजधानी विग्रहाख्यं कथं भवति ज्ञातुमिच्छामि अहमपि सम्यक् न जानामि भगिनि हस्तिनापुरम् अत्र तत्र अहं यावत् जानामि तत् वदामि अत्र हस्ती इति तत्र ईकारः दीर्घ ईकारः अस्ति चेत् तत्र हस्ती इति अस्ति चेत् गजः इति अर्थः यस्य हस्तद्वयमस्ति सः एव हस्ती हस्ती इत्युक्ते गजः किमर्थं तस्य नगरस्य नाम हस्तिनापुरम् इति दत्तवन्तः इति अहं न दृष्टवती इत्युक्ते अहं न पठितवती हस्तिनापुरम् इति नाम तत्र तु हस्तिनापुरं मुद्रण हास्तिनापुरम् अस्ति उत्तमं ह्रस्व वा गजः चलति हा इत्यस्य दीर्घाकारः अत्र हास्ति अस्ति इति किमर्थम् अहमपि न दृष्टवती समीचीनतया किमर्थं तथा अस्ति वदतु गजः चलति चेत् हस्ति गजः इत्युक्ते तत्र ऊहां कृत्वा वक्तुं न शक्नुमः. अत्र यथा अरुणा भगिनी पृष्टवती अत्र हस्तिनापुरम् इति पदस्य विग्रहवाक्यं कथं भवति, पदस्य निर्माणं कथम् अभवत् इति द्रष्टव्यमस्ति. अत्र भवती करोतु, अग्रिमं करोतु, नो चेत् तृतीयं करोतु. किन्तु अत्र किं स्मर्तव्यं, किम् अस्ति इत्युक्ते हास्ति इति लिखितमस्ति. इत्युक्ते अत्र मुद्रणदोषः अस्ति वा, नो चेत् तस्य नाम तथा एव अस्ति वा इति ज्येष्ठानां प्रष्टव्यमस्ति. वदतु, तृतीयं करोतु. ध्वनिः मधुरः, वेणुः प्रथमाविभक्ति पुल्लिङ्ग एकवचनं, षष्टिविभक्ति एकवचनं, वेणोः ध्वनिः मधुरः. अत्र ध्वनिः इति पदं कस्मिन् लिङ्ग, तस्य लिङ्गं किम्? ध्वनिः अहं चिन्तयामि स्त्रीलिङ्ग एकवचनं. अत्र स्त्रीलिङ्गं स्त्रीलिङ्गमस्ति वा, ध्वनिः इति पुंलिङ्गमस्ति वा, कोऽपि वदतु. अत्र उषा भगिनी भवती वदतु, अत्र ध्वनिः इति पदस्य लिङ्गं किम्? ध्वनिः स्त्रीलिङ्गमस्ति इति मन्ये मतिः. अत्र पश्यतु, ध्वनिः मधुरः, मधुरः पुंलिङ्ग अस्ति, अतः ध्वनि अपि पुंलिङ्गे एव अस्ति इति. उत्तमम्. इत्युक्ते अत्र मधुरः इति पदं पुंलिङ्गपदम् अस्ति, तत्र विशेषणविशेष्य भावः अस्ति इति कृत्वा ध्वनिः मधुरः. कस्य ध्वनिः मधुरः? वेणोः ध्वनिः मधुरः इति. इत्युक्ते अत्र अग्रिमं पदं दृष्ट्वा वयं ध्वनिः इति पदस्य लिङ्गं वक्तुं शक्नुमः. धन्यवादः सूर्यकुमारी भगिनी. उषा भगिनी भवती करोतु. चतुर्थः बिन्दुः, मुने मनः प्रशान्तं भवति. आवरणे दत्तमस्ति मुनिः, मुनेः मनः प्रशान्तं भवति. हरिः शब्दवत् मुनि. अत्र प्रशान्तम् अस्ति इति कृत्वा मनः शब्दस्य लिङ्गं किम्? मनः मनसि सकारान्तः पुंलिङ्गः, नपुंसकलिङ्गः. नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र प्रशान्तं भवति. मनः प्रशान्तं, वदतु. मनः उत्तमम्. इत्युक्ते आहत्य अत्र मुनेः मनः कथं भवति? मुनेः मनः प्रशान्तं भवति. अत्र अस्मिन् वाक्ये प्र उपसर्गः अस्ति, शान्तं, शान्तिः. अत्र शान्तिः इति पदं क्तिन् प्रत्ययान्तरूपं, प्र इति उपसर्गः, तत्र धातुः अस्ति शं धातुः, शं धातोः रूपमेव शान्तिः. शान्तः अस्ति चेत् तत्र क्तान्तरूपं भवति, शान्तः क्तान्तरूपं, शान्तिः क्तिन् प्रत्ययान्तरूपम्. अत्र मनः प्रशान्तम् अस्मिन् वाक्ये कर्मपदं नास्ति, केवलं अत्र क्रियापदमस्ति, भवति अस्ति इति कृत्वा. किन्तु अत्र मुनेः मनः कीदृशं भवति? मुनेः मनः प्रशान्तं भवति. उत्तमं. पञ्चमं बिन्दुः, छाया शीतला भवति. आवरणे लता दत्तमस्ति, लतायाः छाया शीतला भवति. छाया अपि शीतला विशेषणविशेषमस्ति, स्त्रीलिङ्गे छाया शीतला. उत्तमम्. इत्युक्ते एतेषु त्रिषु वाक्येषु ध्वनिः मधुरः, मनः प्रशान्तं, छाया शीतला. अत्र एतेषु त्रिषु वाक्येषु विशेषणविशेष्यभावः दृश्यते, अपि च कर्मपदं नास्ति, कर्मपद अकर्मकवाक्यम् अस्ति. अग्रिमं करोतु. षष्टम अथवा षष्ट वदामि भगिनि. षष्टं वाक्यं षष्टं न षष्ट बिन्दुः षट् बिन्दुः षष्ट कथं वदामि भगिनि? षष्टः षष्टः षष्टः बिन्दुः इत्युक्ते केवलं षट् इति पदस्य विषये एव तत्र पूर्णप्रत्ययान्त पदानां विषये तत्र मकार मा इति न आयाति. पञ्चमबिन्दुः इति वदामः चेत् नो चेत् सप्तमबिन्दुः इति वदामः, किन्तु केवलं तत्र षष्टं वाक्यं षष्टः बिन्दुः इति अहं चिन्तयामि. करोतु. अर्जुनः गुरुः आवरणे अर्जुनः गुरोः प्रियः. गुरोः षष्टिभक्ति एकवचनं. प्रियः गुरोः प्रियः. अत्र प्रश्नवाचकवाक्यं लिखतु. अर्जुनः कस्य प्रियः? उत्तमम्. अथवा भिन्नरीत्या वदतु वाक्यं. गुरो अर्जुनः गुरोः प्रियः. गुरोः प्रियः अर्जुनः. अर्जुनः गुरु अर्जुन समीचीनमेव भगिनि, चिन्ता मास्तु. चिन्ता मास्तु. कोऽपि वदतु, कोऽपि वदतु भिन्नरीत्या. गुरोः प्रियः कः? गुरोः प्रियः गुरोः प्रियः कः? गुरोः गुरोः प्रियः. वदतु. परन्तु प्रश्नवाक्यमस्ति, प्रश्नवाचकवाक्यमेव भिन्नरीत्या वदतु इति पृष्टवती. अहं चिन्तयामि. चिन्ता मास्तु. उत्तमं, धन्यवादः भगिनि. अर्जुनः कस्य प्रियः? भगिनी उक्तवती, भगिनी तत् उक्तवती, किन्तु इतोपि भिन्नरीत्या वक्तव्यं चेत् अन्यप्रकारेण वक्तुं शक्यते वा इति मम चिन्तनं. धन्यवादः भगिनी. उषा भगिनी, अनन्तरम् अत्र भूमा भगिनी भवती करोतु. मनसस्तु परा बुद्धिः यो परतस्तु सः बुद्धिः. बुद्धिः ईकारान्त स्त्रीलिङ्गपदं, प्रथमाविभक्ति, षष्ठीविभक्ति. बुद्ध्याः मनसस्तु परा बुद्धिः यो बुद्ध्याः परतस्तु सः बुद्धेः. उत्तमं. कोऽपि दृष्टवान् अथवा दृष्टवती वा? अयं तु भगवद्गीतायाः श्लोकः. उषा भगिनी वदतु, वदतु. तृतीय अध्याये 42 अस्ति. श्लोकं वदतु एकवारम्. इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः. मनसस्तु परा बुद्धि यो बुद्धे परतस्तु सः. उत्तमं. भवती एव अत्र इतोपि किञ्चित् वदतु अस्मिन् वाक्ये. इतोपि किमस्ति? इन्द्रियाणि इन्द्रियाणि सुपीरियर् इङ्ग्लिश् आङ्ग्लभाषायां वदामि भगिनि. वदतु. मनसस्ति मनसः मोर् देन् द मैण्ड्. मनः द मैण्ड् मनसः मोर् देन् द मैण्ड् परा सुपीरियर् बुद्धिः इण्टेलिजेन्स् बुद्धेः मोर् देन् द इण्टेलिजेन्स् परतः सुपीरियर् द वर्किङ्ग् सेन्सस् आर् सुपीरियर् टु डल् मेटर् मैण्ड् इस् हैयर् देन् द सेन्सस् intelligence is still higher than the mind and he the soul is even higher than the intelligence. Samichinate uktavati ichukta aham kinchit vadami. Manasastu iti padam asti atra manasah yogah tu iti bhavati tatra manasah iti manas shabdasya panchami vibhakti rupam api sa eva tadeva shashti vibhakti rupam api मनसः एव भवति, तत्र विसर्गसन्धिः अस्ति. मनसः तु बुद्धिः परा. बुद्धिः इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा तत्र बुद्धिः परा इत्युक्ते तत्र अस्मिन् वाक्ये मनसः इति पदस्य विभक्तिः पञ्चम्यन्तं रूपं पञ्चम्यन्तं रूपं स्वीकर्तव्यम् इत्युक्ते मनसः तु बुद्धिः परा. परा इत्युक्ते अत्र उत्तमा, श्रेष्ठा इत्यस्मिन् अर्थे. विशेषणविशेष्यभावः अस्ति तत्र. अत्र इन्द्रियाणि, तत्र श्लोकं पश्यामश्चेत् किं श्लोकः किं वदति इत्युक्ते इन्द्रियाणि पराणि आहुः. इन्द्रियाणि पराणि, इन्द्रियास् आर् बेस्ट्. अनन्तरम् इन्द्रियेभ्यः मनः परं, मनसः तु बुद्धिः परा. यो अत्र अन्तिमं वाक्यं यो बुद्धेः परतः तु सः. यो बुद्धेः तत्र विसर्गसन्धिः अस्ति इत्युक्ते यः बुद्धेः परतः अस्ति सः एव आत्मा. अत्र सः इत्युक्ते आत्मा इति तस्मिन् अर्थे अत्र दत्तमस्ति. आहत्य बुद्धिः इति पदस्य रूपं किं भवति अत्र भूमा भगिनी? बुद्धेः बुद्धिः यो बुद्धेः परतस्तु सः. उत्तमम्, अग्रिमं करोतु. नेहः अतुलः माता, मातुः स्नेहः अतुलः. उत्तमं. पूर्वस्मिन् वाक्ये बुद्धिः इति पदं स्त्रीलिङ्गपदमस्ति, तदर्थमेव तत्र बुद्धिः परा. इत्युक्ते परशब्दः विशेषणमस्ति इति कृत्वा तत्र तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. अत्र परं, परः, परा इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. किन्तु अत्र बुद्धिः स्त्रीलिङ्गपदम्. स्नेहः अतुलः इति लिखितमस्ति. कस्याः स्नेहः अतुलः? मातुः स्नेहः अतुलः. अत्र स्नेहः इति पदमस्ति. इदं पदं कीदृशं पदम् इति पश्यामश्चेत् स्निह् इति एकः धातुः अस्ति, स्निह्यति. तस्मात् एव स्निह् धातोः रूपमेव स्नेहः. तत्र घञ् इति प्रत्ययः अस्ति. अत्र अतुलः, अतुलः इत्युक्ते किम्? मैचलेस्. उत्तमं, तुल्यं. उत्तमम्. इत्युक्ते अत्र अन्यत् पदं वक्तुम् इच्छामश्चेत् अतुलः इत्युक्ते अद्वितीयः, अद्वितीयः अथवा अनुपमः. स्नेहः अद्वितीयः. कस्याः स्नेहः? मातुः स्नेहः. अद्वितीयः अथवा अनुपमः इति अस्ति. अत्र अतुलः इत्यस्मिन् पदे तस्य समानं नास्ति इत्यस्मिन् अर्थे तत्र नै तत्पुरुषसमासः अस्ति. उत्तमम्, अन्तिमं करोतु भगिनि. मूल्यम् अधिकं, वस्तु. वस्तु नपुंसकलिङ्गपदं. वस्तूनि षष्ट्यन्तपदं. कोऽपि वदतु षष्ट्यन्तं पदं. वस्तोः वस्तुनः वस्तुनः. ओके, अहं चिन्तयामि वस्तु इति पदं नकारान्तपदं वा अथवा केवलम् उकारान्तपदं वा इति द्रष्टव्यम्. यदि नकारान्तपदमस्ति चेत् तत्र वस्तुनः इति भवति. उकारान्त नपुंसकलिङ्गम् अस्ति भगिनि. उकारान्तपदमस्ति चेत् तत्र वस्तोः इति भवति. वस्तोः मधुनः मधु शब्दवती एव मधु मधु मधुनी मधूनि मधुनः इति भवति. भवति चेत् तत्र वस्तुनः मूल्यं वदतु भगिनि. वस्तुनः मूल्यम् अधिकं मूल्यं नपुंसकलिङ्गं प्रथमाविभक्ति एकवचनम् अधिकम् अधि उपसर्गं न तत्र तत्र अधि इति उपसर्गः अस्ति किन्तु अत्र अधिक इति पदं कथमायाति इति पुनः द्रष्टव्यम्. अधिकम् इति पदं विशेषणं विशेषणं तदर्थं मूल्यम् अधिकम् नपुंसकलिङ्गम् उत्तमं तावदेव. अत्र इतोपि किं द्रष्टव्यम् अस्मिन् विशेषणविशेषम् अस्ति चेत् लिङ्गं लिङ्गम् अवगन्तुं शक्नुमः. यदि पुल्लिङ्गम् अस्ति वा स्त्रीलिङ्गम् अस्ति वा नपुंसकलिङ्गम् अस्ति वा द्रष्टव्यम्. अस्तु इत्युक्ते अत्र वाक्यानि एकवचने दत्तानि किन्तु कानिचन वाक्यानि बहुवचने अपि लेखितुं शक्नुमः इति एकः विषयः अत्र. तृतीयम् अभ्यासम् अपि वदतु भगिनि. अहं पश्यति हस्तिनापुरं चन्द्रवंशीय हस्तिनामकराजनगरम् ओ कल्पद्रुमा वदति. अस्तु अस्ति हास्ति दीर्घहाकार वा हश्वाकारः हस्तिनापुरम् अर् हस्तिनपुरमपि एकमेव भगिनी. अत्र दशरथ इत्यस्य दाशरथी इति भवति किल तदेव रूपेण हास्तिन इति आगच्छति वा? द्रष्टव्यं भगिनि अहं न दृष्टवती अतः वक्तुं न शक्नोमि. उत्तमम्. अधुना अत्र भूमा भगिनी अत्र किं दत्तमस्ति एकवारं वदतु चित्रं दृष्ट्वा. यतोदाहरणं वाक्यानि रचयत. कृष्णः मध्यं अस्ति मध्ये अस्ति कृष्णः भवति. अर्जुनः वसुदेवः सम्बन्धानि रचयितुं शक्नुमः. सम्बन्धं कृष्णस्य सम्बन्धम् अर्जुनस्य वसुदेवस्य षष्टिविभक्ति उपयुक्तं कर्तुं शक्नुमः. उत्तमम्. इत्युक्ते आहत्य अत्र एकं वाक्यम् अस्माकं कृते दत्तमस्ति इतोपि सप्तवाक्यानि लेखनीयानि अपि च कृष्णः कः इति वयं ज्ञातुमिच्छामश्चेत् अत्र कृष्णेन सह अन्यैः कृष्णेन सह अन्येषां जनानां सम्बन्धः कीदृशः इति अपि वयं ज्ञातुं शक्नुमः अनेन अभ्यासेन. अत्र प्रथमं वाक्यं भवती एव करोतु. वसुदेवस्य पुत्रः कृष्णः. कृष्णः अर्जुनस्य सारथिः. अत्र एकमेकं वाक्यम् उक्त्वा प्रश्नवाचकवाक्यम् अपि वदतु. अर्जुनस्य सारथिः कः? अर्जुनस्य सारथिः कृष्णः. कृष्णः कस्य सारथिः? कृष्णः अर्जुनस्य सारथिः. भवती श्रुतवती वा पार्थसारथिः? पार्थसारथिः इत्युक्ते पार्थसारथिः इत्युक्ते कृष्णः एव. पार्थसारथिवल्लिकाणि पार्थसारथि देवालयः अस्ति. पार्थसारथिः इत्युक्ते पार्थः इत्युक्ते अर्जुनः. उत्तमम्. वसुदेवस्य पुत्रः कृष्णः. वसुदेवस्य पुत्रः कः? कृष्णस्य कृष्णस्य तातः वसुदेवः, पिता वसुदेवः अपि वक्तुं शक्यते. उत्तमं, धन्यवादः भगिनि. अनन्तरं शोभा भगिनी भवती करोतु. आं भगिनि, तदनन्तरं बलराम इति बलरामः अपि कृष्णस्य सम्बन्धस्य विषये. बलरामस्य सहोदरः कृष्णः अथवा बलरामस्य अनुजः कृष्णः. कृष्णः कस्य सहोदरः वा अनुजः इत्युक्ते बलरामस्य सहोदरः कृष्णः, अनुजः कृष्णः इति. अपि च कुचेलः, कुचेलस्य मित्रं कृष्णः. तत्र मित्रम् इति नपुंसकलिङ्गं लिङ्गे एव भवति, पुंलिङ्गम् अपि स्त्रीलिङ्गं. कृष्णस्य मित्रं कः इत्युक्ते कृष्णस्य मित्रं कुचेलः. अपि च मीरा, मीरायाः स्वामी कृष्णः. कृष्णस्य उत्तमा भक्ता का इत्युक्ते मीरा इति वक्तुं शक्नुमः. अत्र स्वामी इति पदमस्ति, स्वामी इति पदस्य प्रातिपदिकं किम्? स्वामिन्. उत्तमं, गुणिन् प्रदवत्. प्रथमाविभक्त्यन्तरूपाणि वदतु एकवारं. गुणिन् इत्युक्ते गुणि विस्मरामि भगिनि. गुणि, गुणिनि, गुणिनि, तथा नास्ति. अत्र कोऽपि वदतु, अत्र भूमा भगिनी भवती वदतु. गुणि गुणिनौ गुणिनः. अस्तु, गुणि गुणिनौ गुणिनः. अत्र स्वामी स्वामिनौ स्वामिनः. उत्तमम्, उत्तमम्. इत्युक्ते आहत्य नकारान्तपदम्. गुणि पुंलिङ्गशब्दः, नपुंसकलिङ्गः भगिनि. गुणि पुंलिङ्गपदम्. यस्य यस्य यस्मिन् गुणाः सन्ति सः गुणी. तत्र इणि इति एकः प्रत्ययः अस्ति. गुणी, बली, स्वामी, एतानि पदानि नकारान्तपदानि. गुणि गुणि नकारान्त नपुंसकलिङ्गः अपि अस्ति. पुंलिङ्गपदम् तत्र गुणि, तत्र गुणि इति दीर्घ ईकारः अस्ति चेत् पुंलिङ्गपदमेव. किन्तु स्त्रीलिङ्गपदं किं भवति? मां पृच्छति वा भगिनि? कोऽपि वदतु अत्र. गुणिनि इत्यस्य स्त्रीलिङ्गुणिनि, गुणिन् गुणिनि, गुणिनि इति भवति स्त्रीलिङ्गे. विद्यार्थिन् विद्यार्थिनी इति एव. अत्र स्वामी इति पदमस्ति. उत्तमम्, अग्रिमं करोतु. तत्र भगिनी स्वामिन् स्वामी भवति, स्वामिनी स्त्रीलिङ्ग वा? स्त्रीलिङ्गे. अस्तु, मीरानन्तरं तत्र देवकी दत्तमस्ति. देवक्याः पुत्रः कृष्णः. कृष्णः कस्य पुत्रः इत्युक्ते देवक्याः पुत्रः. कृष्णस्य माता देवकी. अपि च रुक्मिणी इति दत्तमस्ति. कृष्णस्य पत्नी का इत्युक्ते रुक्मिणी कृष्णस्य पत्नी. रुक्मिण्याः पतिः कः? रुक्मिण्याः पतिः कृष्णः. मथुरा, मथुरायाः, मथुरा स्त्रीलिङ्गे अस्ति. मथुरायाः राजा कृष्णः. अपि च मथुरायाः कृष्णः अपि च किं मथुरायाः राजा कृष्णः कृष्णः कुत्र वासितवान् इत्युक्ते मथुरायां वासितवान् इति अपि अत्र रमाशब्दौ अत्र मथुरायाः राजा कृष्णः तत्र प्रश्नवाचकवाक्यं कस्याः राजा कृष्णः राजा कृष्णः किन्तु कृष्णः कुत्र उषितवान् उषितवान् ओ वसति इत्यस्य रूपं लङ्लकाररूपं वा तवतु तवतु रूपं तवतु तवतु वसित वषितवान् उषितवान् उषितवान् क्षम्यताम् उषितवान् तत्र सम्प्रसारणम् इति एकं कार्यं भवति तत्र वस् धातोः रूपमेव वसति लट्लकाररूपं किन्तु उषितवान् इति क्तवत्वन्तरूपं भवति अत्र वयं पूर्वमपि दृष्टवन्तः वस्तु इति पदं वयं दृष्टवन्तः तत्पदमपि वस् धातोः रूपमेव वस् धातोः रूपमेव वस्तु इति भवति अत्र चित्रं दृष्ट्वा अत्र पुंलिङ्गपदानि कानि स्त्रीलिङ्गपदानि कानि वदतु एकवारं वसुदेवः बलरामः कुचेलः अर्जुनः पुंलिङ्ग अपि च मथुरा पुंलिङ्गः मथुरा रुक्मिणी देवकी मीरा स्त्रीलिङ्गे सारथिः पुत्रः सहोदरः पतिः पुत्रः स्वामी राजा मित्रं विहाय सर्वाणि पुंलिङ्गानि एव मित्रम् इति नपुंसकलिङ्गे अस्ति नपुंसकलिङ्गे अस्ति अत्र मधुरा मीरा आकारान्तस्त्रीलिङ्गपदद्वयम् अपि च रुक्मिणी देवकी दीर्घ इकारान्तस्त्रीलिङ्गपदानि उत्तमम् उत्तमं भगिनी धन्यवादः अनन्तरं भगिनी कृष्णस्य राज्यं मथुरा वक्तुं शक्नुमः भगिनी कृष्णस्य राज्यं मथुरा उत्तमं समीचीनं वाक्यं राज्य राज्यस्य नाम सम्यक् एव अनन्तरम् अत्र इतोपि किं दत्तमस्ति अत्र पूर्णेन्दुमहोदय भवान् पठति वा अधुना आं भगिनि चतुस्तरबिन्दुः यथोदाहरणं वाक्यानि रचयत कोशकमध्ये हिमालयः गिरिः मेरुः तस्य उदाहरणरूपेण दीयते गिरेः नाम हिमालयः गिरेः नाम मेरुः इत्युक्ते मध्ये दत्त पदस्य प्रथमं दत्त पदसहितवाक्यं करणीयम् उत्तरे अपि दत्तं पदस्य सहितवाक्यम् एकं वाक्यं करणीयम् इति अहं चिन्तयामि वदा वा भगिनि करोतु करोतु द्वितीयः अस्ति सन्देशः पत्रिका चन्दमामा पत्रिका पत्रिका आकारान्तस्त्रीलिङ्गपदमस्ति तस्य षष्ठीविभक्तान्तरूपं पत्रिकायाः पत्रिकायाः नाम चन्दमामा पत्रिकायाः नाम सन्देशः अत्र पुनः एकवारं तत्र गिरिः इत्यस्मिन् तत्र वाक्यद्वयं किं पुनः एकवारम् अहं न श्रुतवती अतः पृच्छामि एकवारं प्रथमं तत्र वाक्यद्वयं वदतु प्रथमं गिरेः नाम हिमालयः गिरेः नाम मेरुः मेरुः उत्तमम् इत्युक्ते मेरु नाम पर्वतस्य वर्णनम् अत्र एतस्मिन् वाक्ये कृतमस्ति उत्तमम् तदेव अत्र भवान् श्रुतवान् वा सम्भाषणसन्देशः नाम्ना एका पत्रिका आं भगिनि पत्रिका अस्ति अत्र, पत्रिकायाः नाम सन्देशः. अहं शब्दकोशं दृष्टवती अतः वदामि. चन्दः इति पदमपि अस्ति, चन्द्रः इति पदमपि अस्ति. छन्दः इति पदमपि अस्ति. छन्दः चन्द्रः द्वयोः अर्थः समानः, किन्तु छन्दः इति भिन्नं पदम्. उत्तमं. तृतीयं करोतु. गार्गी ब्रह्मवादिनी मैत्रेयी. ब्रह्मवादिनी ब्रह्मवादिनी दीर्घैकारान्तस्त्रीलिङ्गशब्दः शब्दः तस्य नदी सप्तवत्रकं भविष्यति भवति. तस्य सस्यन्तं रूपं नद्याः ब्रह्मवादिन्याः ब्रह्मवादिन्याः नाम गार्गी, ब्रह्मवादिन्याः नाम मैत्रेयी. उत्तमम्. अत्र गार्गी इति पदं दत्तमस्ति, तस्मिन् विषये भवान् जानाति चेत् किञ्चित् वदतु. अहं श्रुतवान् गार्गी मैत्रेयी पदद्वयं पूर्वं श्रुतवान्, परन्तु तेषां विषये वदितुं न शक्नोमि भगिनि. वक्तुं न शक्नोमि. उत्तमं महोदय, चिन्ता मास्तु. कोऽपि वदतु, अरुणा भगिनी वदतु. गर्गस्य अपत्यं पुत्री गार्गी. गर्गः नाम्ना एकः ऋषिः आसीत्, तस्य पुत्री एव गार्गी. एतत् पदमपि तद्धितान्तं पदं. गर्गस्य अपत्यं पुत्री, अपत्यं स्त्री इति वक्तव्यमस्ति, तत्र गार्गी इति भवति. मैत्रेयी इति पदमस्ति, यथा भवान् उक्तवान् ईकारान्तपदमस्ति. अत्र मैत्रेयः नाम्ना एकः ऋषिः अपि अस्ति. मित्रतायां साधु इत्यस्मिन् अर्थे मैत्रेयी. अत्र ब्रह्मवादिनी इति पदमस्ति. एतत् पदं स्त्रीलिङ्गपदं, किन्तु पुंलिङ्गे किं भवति? प्रातिपदिकं ब्रह्मवादिन्. पुंलिङ्गरूपं? प्रथमान्तरूपं ब्रह्मवादी, गुणिन्नेव भवति भगिनि. ब्रह्मवादी, ब्रह्मवादी. एतत् पदमपि तत्र पुंलिङ्गे नकारान्तपदं भवति, किन्तु स्त्रीलिङ्गे नदी शब्दवत् ईकारान्तस्त्रीलिङ्गपदं भवति. उत्तमं. ब्रह्मवादी इत्युक्ते ब्रह्मवादः इति अस्ति. इत्युक्ते अत्र ब्रह्मवादिनी इत्युक्ते किं वक्तव्यं भवति? वेदाध्यापकः अथवा वेदविख्यात्री, वेदव्याख्यात्री, व्याख्यात्री इति वक्तुं शक्यते. उत्तमं महोदय, अग्रिमं करोतु. अग्रिमं. पणवः वाद्यं गोमुखः. मध्यवाद्यमस्ति, नपुंसकलिङ्गपदं. तस्य सस्यं सस्यन्तं रूपं वाद्यस्य, वाद्यस्य नाम पणवः, वाद्यस्य नाम गोमुखः. उत्तमम्. अत्र वाद्यम् इति पदमस्ति. वाद्यम् इति कीदृशं पदम् इति पश्यामश्चेत् तत्र वद् इति धातुः अस्ति. वद् धातोः रूपमेव वाद्यम्. अत्र क्रु धातोः रूपं कार्यम् अस्ति, तथा एव अत्रापि ण्यत् प्रत्ययान्तरूपमस्ति. आहत्य अत्र पणवः गोमुखः इति पदद्वयमस्ति. तेषां तयोः अर्थः किं भवितुमर्हति अत्र? किञ्चित् वदतु. गोमुख, कोऽपि वदतु. गोमुखः पणवः इति पदद्वयं दत्तम् अत्र. ड्रम्स् अस्ति महोदय भगिनि, कानिचन रीत्या भिन्नः रूपौ ड्रम्स्. गोमुखः इति ड्रम् अस्ति. उत्तम. अहं चिन्तयामि पणवः इति अपि ड्रम् आसीत् इति. उत्तमं. भगवद्गीतायाम् एतत् पदं प्रथमाध्याये एव वयं द्रष्टुं शक्नुमः. तत्र गोमुखः इत्युक्ते यथा भवती उक्तवती एकं वाद्यं, वाद्यस्य नाम, वाद्यस्य नाम एव गोमुखः अथवा पणवः अस्ति. गोमुखः इत्युक्ते तस्य तत् वाद्यं गोमुखम् इव दृश्यते, अथवा इति अस्ति. अत्र गो गो इति ओकारान्तपदमस्ति, किन्तु गोशब्दस्य रूपाणि किञ्चित् भिन्नानि भवन्ति. कोऽपि वदति वा प्रथमाविभक्त्यन्तरूपाणि गोशब्दस्य रूपाणि? गौः, गावो, गावः, हे गौः, हे गावो, गावः, गां, गावो, गाः, गवा, गोभ्यां, गोभिः, गोः, गवे, गवे, गवे, गोः, गवे, न गवे, गोभ्यां, गोभ्यः, गोः, गोभ्यां, गोभ्यः, गोः, गवोः, गवां, गवि, गवोः, गोषु. उत्तमं. किञ्चित् भिन्नानि भवन्ति, तदर्थम् एकवारं पठनीयम्. उत्तमं, धन्यवादः महोदय. अनन्तरं भगिनी प्रश्नः, केन वाद्यम् उत्पत्ति सः केन वाद्यं भवति इति वाद्यम् आगच्छति वा? वादनं, केन वादनं कर्तुं शक्नुमः? अत्र वादनं वद् धातोः ल्युडन्तरूपं. वादनं इति तत्र प्रत्ययः भिन्नप्रत्ययः अस्ति. अत्र वाद्यम् इत्यस्मिन् भिन्नप्रत्ययः अस्ति. अत्र ञत् प्रत्ययः कस्मिन् अर्थे भवति? साधारणतया कर्मणि प्रयोगे एव तस्य ञत् प्रत्ययः वा यत् प्रत्ययान्तरूपम् आयाति कर्मण्यर्थे. अत्र यस्य वादनं कर्तुं शक्यते तदेव वाद्यम्. वादनं भिन्नं पदम्. पठ् धातोः रूपं पठनं इव वद् धातु, तत्र वदनम् अपि अस्ति वादनम् अपि अस्ति. निच् निच् अस्ति. उत्तमं. वदनम् इति पदं केवलं साधारणल्युडन्तपदं, किन्तु वद् धातोः अनन्तरं णिच् योजयित्वा ल्युट् वदामश्चेत् वादनं भवति. किन्तु अत्र वाद्यं यथा कार्यम् इव. उत्तमं, धन्यवादः. अनन्तरम् अत्र पञ्चमम् अभ्यासं कुर्मः अधुना. अत्र अरुणा भगिनी भवती करोतु. यथो उदाहरणं वाक्यानि रचयत, रचयत क्रियापदं मध्यमपुरुषल्लोट्लकार बहुवचनं, वाक्यानि कर्मपदं, वाक्यं नपुंसकलिङ्ग द्वितीय बहुवचनं, यथा उदाहरणम्, उदाहरणं नपुंसकलिङ्गः. कृपया म्यूट् कुर्वन्तु. उदाहरणं सेने, सेनयोः मध्ये युद्धं भवति. सेना इति क्रिया शब्दं, सेनयोः मध्ये युद्धं भवति. न श्रूयते भगिनि, किञ्चित् उच्चैः वदतु भगिनि. भगिनि नमस्ते, अहं लता अस्मि. क्षम्यतां विलम्बेन आगतम् पुटः, पृष्ठः, कस्य पुटः? पृष्ठसङ्ख्या का? कोऽपि वदतु. सप्तविंशति. धन्यवादः. करोतु भगिनि, अरुणा भगिनी करोतु. सेना, सेने इति आवरणे दत्तं, सेना इति पदमस्ति, प्रातिपदिकमस्ति वा? सेना इति आकारान्तपदमस्ति, तत्र स्त्रीलिङ्गपदं, तत्र टाप् इति प्रत्ययः अस्ति. सेना. अत्र सेने इति आवरणे किमर्थमस्ति? तदेव पृष्टिष्ठामि. सप्तमी एकवचनं तस्य अत्र कार्यं करणीयं प्रथमविभक्तौ द्विवचनं प्रथमविभक्ति द्विवचनमस्ति. न न न तत्र भ्रमः मास्तु. अत्र केवलम् अरुणा भगिनी भवती एव वदतु. अत्र आवरणे सेने सेने इति पदमस्ति. अत्र अस्मिन् सन्दर्भे सेने इति पदस्य रूपं किम्? प्रथम द्विवचनं सेना आकारान्तशब्द द्विवचनं आकारान्तपदमस्ति. प्रथमाविभक्ति द्विवचनरूपम् आवरणे दत्तमस्ति. किमर्थम् अत्र अभ्यासं कथं कथं कुर्मः? अत्र सूचना का? द्विवचनरूप षष्टि द्विवचनरूपम् अपि आवश्यकं भवति. इत्युक्ते आवरणे प्रथमाद्विवचनं दत्तमस्ति, किन्तु तस्य परिवर्तनं कृत्वा षष्टिद्विवचनरूपं वक्तव्यम्. आवरणे यत् पदं दत्तमस्ति तस्य षष्टिद्विवचनरूपं लेखनीयम् अत्र. करोतु. अत्र एकं वदामि. उदाहरणम् इति पदमस्ति. अत्र उदाहरणम् इति पदं कथमागतं वदतु भगिनि, अरुणा भगिनि. उपसर्गाय मन्ये आपि अस्ति वा? आपि अस्ति. उत्तमम्. इत्युक्ते आहत्य उत् एकः उपसर्गः, उत् योगः, आयोगः, हृ इति अजन्तधातुः, ऋकारान्तधातुः. हृ धातोः रूपमेव हरति इति रूपमस्ति. अन्तिमम् अत्र ल्युट् इति प्रत्ययः अस्ति. तेन किं भवति? उत् योगः, आयोगः, हृ योगः, ल्युट्, उदाहरणम् इति पदम् आयाति. उत्तमं. प्रथमं करोतु. हस्तौ पदमस्ति. संयोजनेन अञ्जलिः भवति. हस्तयोः संयोजनेन अञ्जलिः भवति. भवति क्रियापदम् किं? कः भवति? अञ्जलिः भवति. केन? केन संयोजनेन? केन संयोजनेन? हस्तयोः संयोजनेन अञ्जलिः भवति. अञ्जलिः इत्युक्ते द्वौ हस्त योजनम् अञ्जलिः इति. नमस्कारः. उत्तमम्. अन्यत् पदं पश्यामश्चेत् प्रणतिः इति एकं पदमस्ति. प्रणतिः इत्युक्ते अञ्जलिः इति एकं पदमस्ति. अपि च संयोजनम् इति पदमपि ल्युडन्तपदं. सम् उपसर्गपूर्वकः युजिर्धातुः, तत्र अनन्तरं ल्युट् प्रत्ययः अस्ति. हस्तयोः संयोजनं किमर्थम् अत्र हस्तयोः इति द्विवचनम् उक्तमस्ति? इत्युक्ते हस्तद्वयमस्ति इति कृत्वा. द्वौ हस्तौ स्तः इति वक्तव्यम्. उत्तमम्. अग्रिमं करोतु. सः आवरणे गुरुशब्द नामशब्दः अस्ति. आशीर्वादं प्राप्नोति. सः गुरोः आशीर्वादं प्राप्नोति. प्राप्नोति क्रियापदं. प्राप्नोति किं? प्राप्नोति आशीर्वादं. प्राप्नोति आशीर्वादं गुरोः आशीर्वादम्. अत्र पश्यतु भगिनी एकवारम्, अत्र आवरणे पदस्य रूपं कथमस्ति? गुरु अस्ति, प्रथम द्विवचनम् अस्ति. गुरोः आशीर्वादं प्राप्नोति. उत्तमं. गुर्वोः षष्टिद्विवचनरूपं वक्तव्यं. प्रथमान्तं रूपं गुरुः, गुरू अत्र गुरु इति द्विवचनरूपं दत्तमस्ति. अत्र आशीर्वादः इति पदमस्ति, किन्तु प्रावुपसर्गपूर्वकः आप् धातुः सकर्मकधातुः अस्ति इति कृत्वा तत्र आशीर्वादं प्राप्नोति. आशीर्वादः इत्युक्ते अन्यत् पदमपि अस्ति, आशीर्वचनम्. अत्र वच् धातोः रूपं वचनम् आशीर्वचनं, किन्तु अत्र वद् धातोः रूपं वादः, घञ्प्रत्ययान्तरूपं वद् वादः, भुज् भोगः, पठ् पाठः, घञ्प्रत्ययान्तरूपाणि. अत्र तु पदम् आशीर्वादः इति दत्तमस्ति, किन्तु कर्मपदम् अस्मिन् वाक्ये सकर्मकधातुः आप् धातुः आप्नोति. उत्तमं, धन्यवादः भगिनी. अनन्तरं लता भगिनी भवती करोतु. भगिनि अस्ति वा? अस्मि भगिनि, एकनिमिषः. सः गुरुः आशीर्वादम् अभवत्. भ्रातरौ आवरणे दत्तं. कलहेन भगिनी खिन्ना भवति. भ्रातरोः कलहेन अत्र अत्र रूपं समीचीनतया वक्तव्यम्. भ्रातरौ दत्तं, भ्रातरौ भ्रातृ भ्रातरौ भ्रातारः किल प्रथमविभक्तौ. भ्राता भ्रातरौ भ्रातारः. न न अत्र अत्र भ्राता शब्दः कर्ता शब्दवत् इति भाति. भ्राता भ्राता कोऽपि वदतु, भ्राता भ्रातरौ भ्रातरः इति भाति. भ्रातरौ भ्रातरः कर्ता शब्दवत् न भवति. तदा भवति चेत् अत्र भ्रात्रोः पितुः भ्रातुः षष्टी एकवचन किल. भ्रातुः षष्टि भ्रात्रोः भ्रातरोः नाट् भ्रात्रोः कलहेन भगिनी खिन्ना भवति. इत्युक्ते किं भवती किम् अवगतवती अस्य वाक्यस्य पठनेन? इत्युक्ते टु ब्रदर्स् बिट्वीन् टु ब्रदर्स् कलह अभवत्. कलहेन भगिनी खिन्ना भवति. शी बिकम् सेड् बिकास् आफ् द टु ब्रदर्स् क्वार्लिङ्ग्. उत्तमम्. अत्र खिन्ना इति पदमस्ति. खिन्ना इत्युक्ते तत्र प्रत्ययान्तरूपं खिद् धातोः रूपमेव खिन्न इति भवति. प्रत्ययान्तरूपं, किन्तु स्त्रीलिङ्गे भगिनी खिन्ना, पुल्लिङ्गे खिन्नः, खिन्नः पुल्लिङ्गे, भ्राता खिन्नः, भगिनी खिन्ना. एकं प्रश्नवाचकवाक्यं वदतु अत्र. प्रश्नवाचकं कस्य कयोः कलहेन भगिनी खिन्ना भवति. उत्तमम्. अग्रिमं करोतु. अग्रिमं, श्रीकृष्णः सेने आवरणे दत्तपदम्. श्रीकृष्णः सेनयोः मध्ये अर्जुनस्य रथं स्थापयति. उत्तमम्. अत्र अत्र प्रश्नवाचकवाक्यं किं भवति? तत्र श्रीकृष्णः वन् मिनिट् सीना इस् कस्याः कयोः एव तयोः मध्ये अर्जुनस्य रथं स्थापयति. अथवा श्रीकृष्णः कुत्र कुत्र बट् मध्ये तदपि समीचीनमेव. भवती यदुक्तवती तत् सम्यक् एव भगिनी, तत्र समस्या नास्ति. केवलं वदामि अत्र श्रीकृष्णः अर्जुनः अर्जुनस्य रथं कुत्र स्थापयति इत्युक्ते जनयोः मध्ये करोतु, अग्रिमं करोतु. अद्य कवि सम्माननकार्यक्रमः अस्ति कवयोः. अत्र कवि इति द्विवचनरूपम् अस्ति. कविः इति पदस्य षष्टिद्विवचनं किम्? षष्टि कवयोः कव्योः कव्योः कव्योः क्षम्यताम् कव्योः सम्माननकार्यक्रमः अस्ति. टु कवीस् आर् बीङ्ग् फेलिसिटेटेड् उत्तमं फेलिसिटेटेड् सम्माननम् इति पदमपि लुडन्तपदम् अस्ति. लुडन्तपदं कार्यक्रमं नपुंसकलिङ्ग देफोर् सम्माननं. न न भगिनि, अत्र अत्र पश्यतु, कार्यक्रमः कार्यक्रमः इति पदं पुंलिङ्गपदमेव, किन्तु समस्तपदमस्ति. अत्र सम्माननम् इति लुडन्तपदमस्ति. सम्माननकार्यक्रमः इत्युक्ते कार्यक्रमः कीदृशः? सम्माननकार्यक्रमः. कार्यक्रमः इति पदं पुंलिङ्गपदम् आहत्य समस्तम् एतत् पदं समस्तपदमस्ति. समस्तपदं पुंलिङ्गपदं भवति. विग्रहवाक्यं किं भवति? सम्माननकार्यक्रमः सम्माननस्य कार्यक्रमः. सम्माननस्य कार्यक्रमः इत्युक्ते अस्माकं विवक्षा का इति द्रष्टव्यम्. इत्युक्ते कस्मिन् अर्थे वयं विग्रहवाक्यं वक्तुम् इच्छामः, किन्तु तत्र सूत्राणि सन्ति, किन्तु अस्माकं विवक्षा का इति द्रष्टव्यम्. षष्टि द्विवचन एव उपयोगं करणीयं. षष्ठं वाक्यं करोतु. मम भगिन्यौ दत्तं निवासः ग्रामे अस्ति. मम भगिन्योः निवासः ग्रामे अस्ति. उत्तमम्. षष्टि और् इन् एनि पदं द्वितीयविभक्ति remains the same both for pullinga and strilinga, no? I mean for all. Trishu. Trishu lingeshu. Trishu lingeshu samana eva bhavati. Uttama. Atra, mama bhaginyoha nivasaha grame asti. Ichukte etavat paryantam prathama vakyat arabhya shashtam vakyam paryantam tatra dvivachina rupanam अभ्यासः अस्ति. अधुना अत्र सप्तमं वाक्यं पश्यामश्चेत् तत्र भिन्नं वाक्यं दत्तमस्ति. करोतु. उदाहरणार्थं कौरवाणां पिता धृतराष्ट्रः. कौरवाणां षष्टिविभक्ति बहुवचन. कौरवस्य कौरवयोः कौरवाणां बहुवचन. सिमिलर्लि अष्टमवाक्य पाण्डवानां रक्षकः कृष्णः. अत्र कौरवाणां तत्र अणत्वं किमर्थम्? अणत्वं रकार रेफ अस्ति. पदे रेफः अस्ति इति च वकार नो नो नो नो वकार प्लस् आ स्वरम् अस्ति. अतः णत्वं भवति. इत्युक्ते तत्र यद्यपि रेफात् अनन्तरं साक्षात् अनन्तरं दन्ते नकारः नास्ति, तथापि तत्र रेफ नकारयोः मध्ये बाधकवर्णाः न सन्ति. अत्र वकारः अस्ति, आकारः अस्ति, तत्र ताभ्यां बाधा न भवति. इति स्वरा अस्ति चेदपि णत्वं भवति किल. इत्युक्ते अत्र दीर्घ आकारः अस्ति, अपि च वकारः अस्ति. इत्युक्ते तत्र बाधा नास्ति इति अवगन्तव्यम्. अत्र कौरवः इति पदमस्ति. कौरवः इति पदस्य रूपम् अस्ति कुरोः अपत्यं पुमान्. अत्र विग्रहवाक्यं भवति कुरोः अपत्यं पुमान् कौरवः. तदपि तद्धितान्तं पदमस्ति. उत्तमं, धन्यवादः भगिनि. अनन्तरं वेदा भगिनी भवती करोतु. आं भगिनि, भारतीयाः धर्मः सनातनः. भारतीयाः बहुवचनमस्ति, षष्टिविभक्त्यन्तं बहुवचने. भारतीयानां धर्मः सनातनः. अत्र पाण्डवाः इति पदमस्ति. तत् पदमपि पाण्डोः अपत्यं पुमान् पाण्डवः, पाण्डवानां रक्षकः. भारतीयः इस् सेम् न, समानपदं. लैक् भारतीय यः भारतदेशे वसति भारतीयाः. उत्तमं, तदपि तद्धितान्तपदमेव. अत्र इय इति प्रत्ययः अस्ति. यथा मदीय, त्वदीय, भारतीय ईदृशानि पदानि सन्ति. अत्र धर्मः सनातनः. भगिनि एकः प्रश्नः, पाण्डवानां पदे णत्वं न अभवत्, किमर्थं? टवर्गस्य डकारः अस्ति, बाधकः. तत्र कारणं भवती एव वदतु. पाण्डवानां तत्र णत्वं न भवति, किमर्थम्? नाट् वेरि श्योर्. द अक्षरः अस्ति, तत् टवर्गस्य अक्षरः, टवर्गबाधकः. ओन्लि टवर्ग पवर्गस्य अक्षरः भवति चेत् णत्वं भवति किल. न न, चिन्तनं तथा न. अत्र शृणोतु, अत्र निमित्तमेव नास्ति. निमित्तमेव नास्ति इत्युक्ते णत्वस्य कृते निमित्तमेव नास्ति. इत्युक्ते तत्र रेफः नास्ति, कृष्णरुकारः नास्ति, मूर्धन्यषकारः नास्ति. इत्युक्ते तत्र केवलं पदमेव पाण्डवः. तत्र किं भवति इत्युक्ते, तत्र किं वक्तव्यम् इत्युक्ते, प्रथमतया अनुस्वारस्य तत्र मकारस्य स्थाने अनुस्वारः आयाति. तदनन्तरम् अनुस्वारस्य स्थाने तत्र टवर्गी अन्तिमव्यञ्जनं मूर्धन्यणकारः आगतः. तत्र किं भवति इत्युक्ते, अनुस्वारस्य ययि परसवर्णः इति सूत्रेण, तेन सूत्रेण तत्र टवर्गीय अन्तिमवर्णादेशः भवति. अत्र तु णत्वं किमर्थमस्ति इत्यस्य कृते तत्र कारणं, तत्र सन्धेः नाम भिन्नः अस्ति, भिन्नमस्ति. तत्र अस्मिन् पदे रेफः वा षकारः वा नास्ति, किन्तु अत्र णत्वं किमर्थमस्ति इत्युक्ते, तत्र अनुस्वारस्य स्थाने टवर्गीयव्यञ्जनम् आगतम्. तदर्थमेव अत्र पाण्डवाः. टवर्गस्य अनुनासिक धन्यवादः. अनन्तरं सनातनधर्मः इति लिखितमस्ति. सनातनं इत्युक्ते सनातनं, सनातनं सनातनधर्म. सनातन इस् एटर्नल्, एटर्नल्, न आदि न अन्त्य. उत्तमं, तदेव उत्तमम्. अग्रिमं करोतु. वयं भगिनी, वन् स्माल् क्वश्चन् वदतु भगिनी. भारतीयाः डस् इट् बिकम् रात्वम् आर् इस् इट् न भारतीयानाम् आर् भारतीयानां न का पृष्टवती अधुना अहं न इस् इट् रात्वम् आर् इस् इट् न भारतीयानाम् अत्र भारतीयानां किमर्थम् अत्र कारणं वदतु शोभा भगिनी वदतु कवर्गीय पवर्गीय विहाय अन्यवर्गाः वर्गस्य वर्णाः बाधकवर्णाः भवन्ति तत्र तवर्गीयवर्णः अस्ति ति इति तदर्थम् इत्युक्ते अत्र तवर्गीयव्यञ्जनमस्ति चेत् तत्र बाधकवर्णः भवति इति कृत्वा अत्र भार तत्र र इत्यस्मात् परं तवर्गीयव्यञ्जनमस्ति इति कृत्वा तत्र मूर्धन्यणकारः न आयाति तेन भारतीयानाम् इति भवति तथा एव सनातनानाम् उत्तमम् अग्रिमं करोतु वयं भाषा संस्कृतं वयं षष्ठी षष्ठ्यान्तरूपम् अस्ति अस्माकं बहुवचनं अस्माकं भाषा संस्कृता अस्माकं भाषा संस्कृतं वयं शब्दस्य प्रातिपदिकं किं वयम् अहं वयम् अस्मत् अस्मत् शब्दः दकारान्तपदम् अनन्तरं संस्कृतम् इत्युक्ते सुभूषितम् इति अर्थः सम्यक् कृतम् अथवा सुभूषितम् इत्यस्मिन् अर्थे संस्कृतम् इति दत्तमस्ति उत्तमभूषितः भगिनी प्रश्नः भूषितं भाषितं व्यत्यासं किम् अस्ति भगिनि भाषितं भूषितम् अत्र भूषणं विभूषणं भूषणं विभूषणं इत्युक्ते अलङ्कारः अथवा आर्नमेण्ट् इत्यस्मिन् अर्थे अपि भवति सुभाषितं भाषितम् इति भिन्नं पदं भाषते इति एकं क्रियापदम् अस्ति लट्लकाररूपं भाष् धातोः रूपं भाषते तत्र भाषित इति किमर्थम् इत्युक्ते इडागमः भवति तत्र कृतान्तरूपं सुभाषितम् इत्युक्ते सम्यक् उक्तं वचनं सम्यक् उक्तं किन्तु तत्र अलङ्कार इत्यस्य अर्थः एव भवति वा सुभूषितम् इति संस्कृतं तदपि वक्तुं शक्यते धन्यवादः भगिनि सुभूषितम् इत्युक्ते सम्यक् अलङ्कृतं सम्यक् अलङ्कृतं सम्यक् कृतं सम्यक् भाषा तु तादृशी अस्ति अत्र सम्यक् इयं भाषा सम्यक् कृता अलङ्कृता वदतु तत्र भाषा इति पदं केवलं भाषा इति पदम् आकारान्तपदं केवलम् अत्र भाषः नास्ति भाषा एव अग्रिमं करोतु भगिनी भाषा स्त्रीलिङ्गपदं पदं स्त्रीलिङ्गपदं ओके नद्यः जीवनं परोपकारार्थं नद्यः नदीशब्दं षष्ठ्यां विभक्तं नदीनां नदीनां बहुवचनं नदीनां नदीनां जीवनं परोपकारार्थं परोपकारार्थम् अर्थम् इति नदी नदीः पर परजनाः उपकारं करोति उत्तमम् अत्र परोपकारार्थं जीवनं केषां जीवनम् अत्र कासां जीवनम् इत्युक्ते नदीनां जीवनं परोपकारार्थम् अत्र जीवनं परोपकारार्थम् इति परोपकारार्थम् इति पदं समस्तपदम् अत्र कोऽपि वदतु अरुणभगिनी भवती वदतु अत्र विग्रहवाक्यं किं भवति पर उपकारार्थं किन्तु तत्र परस्य उपकारं परोपकारं परोपकाराय इति अर्थं परोपकारार्थं परोपकाराय इदम् उत्तमम् परोपकाराय इदम् तत्र चतुर्थी तत्पुरुषसमासः अस्ति परोपकारार्थम् इति वदामश्चेत् तत्र परेषाम् उपकारः परोपकारः तदनन्तरं परोपकाराय इदं चतुर्थी तत्पुरुषसमासः अस्ति तत्र किमर्थं परोपकारार्थं किं जीवनं के कासां जीवनं नद्याः अथवा नदीनां उत्तमम् अन्तिमं वाक्यं करोतु भाषाः जननी संस्कृतं भाषाः भाषाः भाषः भाषाः ओके प्लूरल् बहुवचनं भाषाणां जननी संस्कृतम् अत्र णत्वं भवति वा भाषाणां या णत्वं भवति षकार निमित्तं कारणं षकार आकारः अस्ति स्वरः अस्ति अत एव णत्वं भवति णत्वं भवति उत्तमम् अत्र कारणमस्ति मूर्धन्यषकारः तदर्थं षष्टिविभक्ति बहुवचनरूपं भाषाणाम् इति भवति अत्र सर्वासां भारतीयभाषाणां जननी सर्वासां भारतीयभाषाणां जननी संस्कृतम् उत्तमम् इत्युक्ते येषां मातृभाषा भारतीयभाषा अस्ति तेषां कृते संस्कृतं सुलभं अथवा सरलं महत्त्वपूर्णवाक्यमस्ति सर्वासां भारतीयभाषाणां जननी संस्कृतम् उत्तमं धन्यवादः भगिनि अनन्तरं वेदा भगिनी भवती करोतु अग्रिमम् अभ्यासं कक्ष्या कार्यं गीतायाः दशमाध्यायस्य एकविंशति ते चतुर्विंशत् उत्तमं चत्वारिंशत् सः संख्याकान् श्लोकान् उच्चैः पठत षष्टिविभक्तिरूपाणि जानीत च अत्र पुनः एकवारम् अत्र संख्यायाः विषये समीचीनतया वदतु संख्याकान् अत्र 21 टु 40 संस्कृतभाषायां वदतु एकोविंशत् उषा भगिनी भवती करोतु एकविंशतितः चत्वारिंशत् पर्यन्तम् यु केन् आल्सो से तं रे चत्वारिंशत् तम् चत्वारिंशत् तम अत्र श्लोकः इति पुंलिङ्गपदमस्ति संख्याकान् श्लोकान् तत्र रूपं किं संख्याकान् लोकान् बहुवचनं द्वितीयबहुवचनं प्रश्नः एकविंशतितम इस् 21st फ्रम् 21st एकविंशति तम श्लोकतः केन् वी एड् एकविंशतितम श्लोकात् आरभ्य पर्यन्तं चत्वारिंशत्तम श्लोकपर्यन्तम् उत्तमम् अथवा श्लोकात् श्लोकात् आरभ्य इति समीचीनम् अथवा श्लोकतः आरभ्य यथा अत्र उषा भगिनी उक्तवती श्लोकतः आरभ्य. किन्तु अत्र किञ्चित् काठिन्यमस्ति. किमर्थम् इत्युक्ते अस्माकं कृते तावत् सरलं नास्ति. अत्र विंशतिः श्लोकाः पठनीयाः. तदर्थम् अत्र अयम् अभ्यासं त्यक्त्वा इमम् अभ्यासं त्यक्त्वा अग्रे गच्छामः. किमर्थम् इत्युक्ते अत्र विंशतिश्लोकान् पठित्वा एव वयं अभ्यासं कर्तुं शक्नुमः. अत्र कक्षाकार्यम् इति यद्यपि कक्षाकार्यम् इति दत्तमस्ति, तान् श्लोकान् पठित्वा तेषु श्लोकेषु षष्ठीविभक्त्यन्तरूपाणि सन्ति वा इति परिशीलनीयम्. किञ्चित् तत्र अत्र सारल्यं नास्ति. यदि वयं कर्तुमिच्छामश्चेत् अग्रिमे सप्ताहे कुर्मः. तदर्थम् अधुना षष्ठम् अभ्यासं करोतु. आवरणे विद्यमानस्य शब्दस्य षष्टिविभक्तिरूपेण रिक्तस्थानानि पूरयत. आवरणे विद्यमानस्य आवरणे सप्तमीविभक्ति विद्यमानस्य षष्ठी अन्तरूपं विद्यमानं शब्दस्य षष्ट्यन्तरूपं विद्यमानस्य शब्दस्य विशेष भावमस्ति. षष्टिविभक्तिरूपेण तृतीया विभक्ति बहुवचनं रिक्तस्थानानि बहुवचनं द्वितीया विभक्ति. अत्र विद्यमान इति पदमस्ति, कस्मिन् विषये वदतु? विद्यमान शामिच् प्रत्यय. उत्तमम्. अत्र विद् इति धातुः अस्ति. विद् धातोः रूपं लट्लकाररूपं वदतु. विद् विद् धातु परस्मैपतिरूपम् अस्ति या आत्मनेपदीया? उत्तमम्. इत्युक्ते अत्र विद् धातोः रूपं विद्यते. विद्यते इत्यस्य रूपाणि भूमा भगिनी वदतु. विद्यते कर्मणि तत्र कर्मणि नास्ति. विद् धातोः रूपं विद्यते. विद्येतां विद्यन्ते. पुनः उत्तमं. यथा वर्तते शब्दवत् अत्र भुवादिगणीयधातुः अस्ति. विद् धातुः विद्यते विद्येते विद्यन्ते विद्यसे विद्येथे विद्यध्वे विद्ये विद्यावहे विद्यामहे. उत्तमं. प्रथमं करोतु. मथुरा आवर्णे मेघाः शब्दं दीयते. मेघाः अति मेघशब्दस्य बहुवचनरूपं मेघाः प्रथमा विभक्ति. गर्जनम् इच्छन्ति मयूराः मेघानां गर्जनम् इच्छन्ति. मेघानां गर्जनं मयूराः किमिच्छन्ति? मयूराः किमिच्छन्ति? मेघानां गर्जनम् इच्छन्ति. इत्युक्ते अत्र कर्मपदषष्ठी इति वदामः. इत्युक्ते अत्र ल्युडन्तरूपम् अस्ति. गर्जनम् इति ल्युडन्तरूपम् अस्ति. अत्र गर्ज् इति धातुः अस्ति. गर्जनं ल्युडन्तरूपं मेघानां गर्जनं. साधारणतया अत्र ल्युडन्तरूपाणि नपुंसकलिङ्गे एव भवन्ति. अपि च भाववाचकपदानि इति वदामः. अपि च ल्युडन्तरूपं सर्वदा क्रियां बोधयति. अत्र मेघानां गर्जनं इच्छन्ति. के इच्छन्ति? मयूराः इच्छन्ति. उत्तमं. द्वितीयं करोतु. पण्डितः नाटकानि रचनां करोति. नाटकानि बहुवचनमगे कर्मपदं बहुवचनं. पण्डितः नाटकानां रचनं करोति. नाटकानां नाटकानाम् अत्र रचनां करोति. अत्र रचनम् एकं पदमस्ति, किन्तु अत्र किं दत्तमस्ति? रचनां करोति, नाटकानि रचनां, बहुवचनं नाटकानि, अत एव रचनां करोति, नाटकानां रचनां. इत्युक्ते नाटकानाम् अत एव रचनां. बहुवचनरूपं तथा नास्ति अत्र. शृणोतु भगिनि, एकवारं शृणोतु कृपया. अत्र आवरणे नाटकानि बहुवचनरूपं, प्रथमाविभक्ति बहुवचनं दत्तमस्ति, तस्य षष्टि बहुवचनं वक्तव्यं. तदर्थमेव भवती नाटकानां रचना इति तत्र वाक्यमस्ति, किन्तु अत्र क्रू धातुः अस्ति इति कृत्वा रचनां करोति. कः करोति? पण्डितः. पण्डितः किं करोति? नाटकानां रचनां. नाटकानां रचना करोति. उत्तमं भगिनी, धन्यवादः. अनन्तरम् अत्र रचयति आल्सो उपयोगं कर्तुं शक्यते वा, अर्हते वा? रचयति, रचयति इति, रचयति इति योजयित्वा वदामश्चेत् वाक्यं किं भवति? भवती एव प्रयत्नं करोतु. पण्डितः नाटकानि रचयति. पण्डितः नाटकानि रचयति. नपुंसकलिङ्ग देर्फोर् सेम् इन् प्रथमविभक्ति अण्ड् द्वितीयविभक्ति आल्सो. रचयति इति, रचयति इति अहं चिन्तयामि, रचयति इति चुरादिगणीय धातुः इति कृत्वा तत्र णिच् सर्वदा भवति, चुरादिगणीयधातुषु णिच् भवति सर्वदा. नाटकानि रचयति, अत्र नाटकानि इति कर्मपदं भवति, द्वितीयाविभक्त्यां भवति. भवती एव करोतु, अत्र तृतीयं करोतु. एकनिमिषम्. तृतीयं, बृहस्पतिः देवाः दत्तम्, सः गुरुः अस्ति. बृहस्पतिः देवानां गुरुः अस्ति. अत्र बृहस्पतिः इति पदमस्ति, तत्र अहं शब्दकोशं दृष्टवती अतः वदामि. अत्र बृहस्पतिः इति पदस्य अर्थः कः इत्युक्ते, बृहतः वाचां पतिः. बृहतः वाचः पतिः. ओ, मध्ये वाचां विग्रहे लोपः भवति किल? अत्र वाक् वाक् इति पदं, वाक् इति प्रथमाविभक्त्यन्तरूपं वाक् अस्ति, किन्तु तत्र चकारान्तपदं, वाक् वाचौ वाचः इति वाक् शब्दस्य रूपाणि भवन्ति. तत्र वाचाम् अथवा वाचः इति षष्टिविभक्त्यन्तरूपं, षष्टि एकवचनं वाचः, षष्टि बहुवचनं वाचां. बृहतः वाचः पतिः एव बृहस्पतिः इत्युक्ते, तत्र बृहस्पतिः इत्युक्ते बुद्धिमान् इति अर्थः अपि अस्ति. देवानां गुरुः बृहस्पतिः. अग्रिमं करोतु. सज्जनाः सूक्तयः दत्तपदं स्मरणं कुर्वन्ति. सज्जनाः, सूक्ति इस् द प्रातिपदिक, इकारान्त मतिः शब्दवत्. सज्जनाः सूक्तीनां स्मरणं कुर्वन्ति. उत्तमम्. अत्र अहं पूर्वमेव उक्तवती, अत्र सु इति उपसर्गः अस्ति, वच् धातोः रूपमेव उक्तिः. अत्र वच् धातोः रूपं कृतिं प्रत्ययान्तरूपम् उक्तिः सुक्तिः सूक्तिः. अत्र स्मरणं स्मरणम् इति पदं ल्युडन्त पदम्. अत्र धातुः कः? स्मृदातु स्मरति लट्लकार प्रथमपुरुष. उत्तमं. स्मरति अत्र ल्युडन्त रूपं दत्तमस्ति. धन्यवादः भगिनी. अनन्तरं शोभा भगिनी भवती करोतु अत्र. आम्. गोपालकः धेनवः पालनं करोति. गोपालकः धेनूनां पालनं करोति. पिता वस्तूनि गणनां करोति. पिता वस्तूनां गणनां करोति. अत्र गणना इति पदम् अस्ति. अत्र चुरादिगणीयधातुः. अत्र गणयति गणयति इति पदमस्ति, किन्तु अत्र गणना रूपमस्ति. उत्तमं. वस्तूनां गणनां करोति इत्युक्ते वाक्यस्य अर्थः कः? वस्तूनां षष्ठीविभक्ति बहुवचने ते तस्य तां गणनां करोति. इत्युक्ते कति वस्तूनि सन्ति इत्यस्य उत्तरार्थं गणनां करोति. अत्र एतदेव वाक्यं किञ्चित् भिन्नरीत्या वक्तुमिच्छति चेत् कथं वक्तव्यम्? पिता वस्तूनि वस्तूनां गणनां करोति. पिता वस्तूनां गणनां पिता वस्तूनां तत्र गणयति इति भगिनी भगिनी सम्यक् एव उक्तवती. अत्र केवलं शोभा भगिनी भवती एव वदतु, अन्ये किञ्चित् तूष्णीं तिष्ठन्तु. अत्र गणयति इति पदं योजयित्वा लता भगिनी उक्तवती एव, तथा वक्तुं शक्यते भगिनी? करोतु. अहम् उक्तवती भगिनी गणयति इति, किन्तु प्रश्नः आसीत् तत्र चुरादिगणे स्वार्थे एव अस्ति वा अथवा परार्थे अपि अस्ति वा अया इति आगच्छति तत्र, गणयति स्वार्थे एव अस्ति वा सदा? इत्युक्ते स्वार्थे इत्युक्ते अत्र किं वक्तव्यम् इत्युक्ते चुरादिगणे स्वार्थे प्रेरणार्थे अपि रूपं समानम् इत्युक्ते अत्र चुरादिगणे रूपं तु समानं, तत्र चुरादिगणे सर्वदा णिच् विधीयते तत्र, किन्तु अस्मिन् वाक्ये स्वार्थे अपि तदेव रूपं गणयति इत्यस्य रूपं नाभिद्यते. अत्र गणयति आं भगिनि प्रश्नः, चुरादिगणे वयं न वक्तुं शक्नुमः पाठयति इति प्रेरणार्थे इति वा? अत्र किम् अवगन्तव्यम् इत्युक्ते अन्येषु गणेषु णिजन्तरूपं भिन्नं रूपम् अस्ति, किन्तु चुरादिगणे णिजन्तरूपं साधारणरूपं साधारणलट् रूपं समानम् इत्युक्ते गणयति एव रूपम् अस्ति, किन्तु अत्र वाक्यं भिन्नरीत्या वक्तुमिच्छामश्चेत् पिता अत्र लता भगिनी पूर्वमेव उक्तवती तदर्थं वदामि, पिता वस्तूनि गणयति. पिता वस्तूनि गणयति इति अपि वक्तुं शक्यते, अथवा पिता वस्तूनां गणनां करोति इति अपि साधु एव. अग्रिमं वाक्यं, वयं कार्यकर्ताः वचनं शृणुमः. भगिनी तत्र इफ् पिता आस् द सन् टु कौण्ट् हौ डु इस् इट् पिता पुत्रात् गणयति केन् विस् इट् तत्र साधारणतया निजन्तवाक्येषु अत्र बहु किमपि वक्तव्यमस्ति भगिनि, तत्र बहु किमपि वक्तव्यमस्ति इत्युक्ते निजन्तवाक्येषु प्रयोज्यकर्ता प्रयोजककर्ता इति कर्तृद्वयम् अस्ति. पिता पिता कार्यं कारयति, केन कारय तत्र बहूनि सूत्राणि सन्ति. साधारणतया प्रयोज्यकर्तुः तृतीया विभक्तिः भवति, किन्तु तत्र बहूनि सूत्राणि सन्ति, तेषां सूत्राणां परिशीलनं कृत्वा एव वयं वक्तुं शक्नुमः. Would pita putrena can we use that putrena I don't know how to make that sentence. Pita putrena gananam karayati. Putra pita putram gananam karayati. Okay, very good. Thank you. Pita putram gan vastuni ganayati. Pita putram पुत्रं नास्ति इत्युक्ते पुत्रम् इति द्वितीयाविभक्त्यन्तं प्रयोज्यकर्तुः द्वितीयाविभक्त्यन्तं वक्तुमिच्छामश्चेत् तत्र सूत्राणि सन्ति इत्युक्ते तत्र किं वक्तव्यं गतिबुद्धिप्रत्यवसार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति एकं सूत्रमस्ति. अपि च आदिखाद्योर्न नीवह्योर्न दृशेश्च एतादृशानि बहूनि सूत्राणि सन्ति. तेषां सूत्राणाम् आधारेण एव तत्र द्वितीयाविभक्त्यन्तं रूपं स्वीकर्तव्यं वा अथवा तृतीयान्तं रूपम् आयाति वा. कस्य द्वितीयाविभक्त्यन्तं रूपं? प्रयोज्यकर्तुः द्वितीयान्तं रूपं कुत्र आयाति, प्रयोज्यकर्तुः तृतीयान्तं रूपं कुत्र आयाति, तस्मिन् विषये बहूनि सूत्राणि सन्ति. अत्र सूत्राणाम् आधारेण एव वयं प्रयोज्यकर्तुः विभक्तिः का इति वक्तुं शक्यते. किन्तु प्रयोजककर्ता अस्ति पिता, पिता सर्वदा प्रथमाविभक्त्यन्तरूपमेव भवति. तत्र वाक्यनिर्माणं कथं कुर्मः? पिता कारयति, किं कारयति? वस्तूनां गणनां कारयति इति. तादृशं चिन्तनं नास्ति अत्र. पुत्रम् इति योजयित्वा वक्तुमिच्छामश्चेत् तत्र निजन्तवाक्यं सिद्ध्यति, किन्तु निजन्तवाक्यनिर्माणं कथं भवति इत्यस्य कृते सूत्राणि सन्ति. सूत्राणाम् आधारेण एव तत्र प्रयोज्यकर्तुः का विभक्तिः भवति इति वक्तुं शक्यते तत्र. तत् त्यजामः, अधुना अग्रे गच्छेम. सप्तमं वाक्यम् आं शोभा भगिनी. आं भगिनि, वयं कार्यकर्तारः इति दत्तं, तस्य षष्टिविभक्तिरूपं कार्यकर्तॄणां वचनं शृणुमः. अत्र कार्यकर्ता इति पदमस्ति, अत्र स्त्रीलिङ्गे किं भवति? कार्यकर्त्री. उत्तमम्. अत्र कर्ता इति पदं तृच् इति प्रत्ययान्तरूपमस्ति, कर्तृ प्रातिपदिकम्. आम्, कार्यकर्तृ इति प्रातिपदिकं, किन्तु अत्र बहुवचनान्तरूपमस्ति. कार्यकर्तॄणां तत्र णत्वं किमर्थम्? तत्र कर्तृ ऋकारः निमित्तमस्ति. उत्तमम्. इत्युक्ते तत्र अच्वर्णः ऋकारः कृष्णऋकारः निमित्तं, कृष्णऋकारः निमित्तम् अपि साक्षात् परमेव नकारः अस्ति, तत्र व्यवधाने किमपि नास्ति. कार्यकर्तॄणां कर्तॄणां इत्युक्ते तत्र दीर्घरूकारस्य अनन्तरं नकारः. उत्तमं, तदेव वचनं शृणुमः. वयं कार्यकर्तॄणां वचनं शृणुमः, वच् धातोः रूपं वचनं. अत्र शृणुमः शृणुमः इति एकं रूपम् अस्ति, अपि च द्वितीयं रूपं शृण्मः उत्तमं शृण्मः शृण्वः शृण्मः रूपद्वयमपि साधु विकल्पेन रूपद्वयम् अस्ति तत्र अष्टमं करोतु अहं तत्र गुरवः बहुवचने सेवां करोमि गुरुशब्दम् अहं गुरूणां सेवां करोमि षष्टिविभक्तौ तत्रापि गुरूणां ऋणत्वमस्ति धन्यवादः भगिनी उषा भगिनी भवती समापयतु नवमबिन्दुः सभायां वाद्यानि ध्वनिः अधिकः अस्ति सभायां वाद्यानां ध्वनिः अधिकः अस्ति ध्वनिः अत्रापि ध्वनिः इति लिङ्गं किं भूमिलिङ्ग अस्ति भगिनि उत्तमम् ध्वनिः अधिकः अस्ति सभायां वाद्यानां ध्वनिः अधिकः अस्ति अन्तिमं दशमबिन्दुः माता अपत्यानि पालनं करोति माता अपत्यानां पालनं करोति अपत्यानां पालनं करोति उत्तमम् एतावता भवती किम् अवगतवती किञ्चित् वदतु अत्र षष्टिविभक्ति बहुवचने सर्वाणि वाक्यानि दत्तमस्ति अत्र मयि वाक्यानि दत्तानि सन्ति दत्तानि सन्ति उत्तमम् इत्युक्ते केवलं अत्र सर्वे वाक्यानां सर्वे वाक्यायां वाक्येषु सोरि सर्वे वाक्येषु ल्युडन्तम् इव उपयुक्तं किल अत्र सर्वेषु वाक्येषु उपयुक्तानि सर्वेषु वाक्येषु नास्ति किन्तु कुत्रचित् अस्ति यथा अत्र almost most of them have ludanta roopam eva atra tadha nasti bhagini atra garjanam iti ekam padam asti garjanam smaranam garjayati garjayati smarati asmarati atra ludanta palanam gananam atra pashyatu गर्जनम् इति ल्युडन्तपदं स्मरणं ल्युडन्तपदं पालनं ल्युडन्तपदं किन्तु रचना गणना सेवा एतानि पदानि ल्युडन्तपदानि न सन्ति इत्युक्ते तत्र वदतु वाक्यं वदतु अत्र दत्त दशवाक्येषु अनेकानि वाक्यानि ल्युडन्त अनेकेषु वाक्येषु ल्युडन्तरूपम् उपयुक्तानि न उपयुक्तम् अरे नमस्ते अनेकेषु अत्र अनेकेषु वाक्येषु आहत्य अत्र इतोपि अभ्यासाः सन्ति किन्तु अत्र समयः जातः तदर्थम् अत्र स्थगयाम अग्रिमे सप्ताहे पुनः मिलित्वा अन्येषाम् अभ्यासानां बहिनी एकः प्रश्नः अस्ति बहिनी प्रभृतयः इत्युक्ते किं बहिनी कुत्र भगिनि शब्दमञ्जरी मध्ये दत्तमस्ति किल लैक् एवम् इकारान्तस्त्रीलिङ्ग श्रीशब्दः एवं हि घि भि प्रभृतयः प्रभृतयः प्रभृतयः प्रभृतयः इत्युक्ते प्रभृतिः इति इकारान्तपदं स्त्रीलिङ्गपदं किन्तु तस्य बहुवचनरूपं प्रभृतयः इत्युक्ते इत्यादयः इति आदयः एट्सेट्रा भगिनी अहं दृष्टवती तत्र ब्राट् फोर्त् कमेन्सिङ्ग् फोर्त् अपि दत्तम् ते अपि सम्यक् अस्ति वा? अहं चिन्तयामि प्रभृतयः इत्युक्ते इत्यादयः एट्सेट्रा इति मम चिन्तनं तावदेव. भगिनी एक प्रश्नमस्ति. ऐ हेव् वन् क्वश्चन् आन् पेज् 22 अर्जुन विषययोगः वट् इस् विग्रह अर्थम् अर्जुनविषादयोगः विषादयोगः वट् विषादयोगः मीन्स् वाट् पोय्सन् ओर् डिप्रेशन् or what does it mean? Kopi vadatu vishada yogah ichukte vishadah vishadah depression or subtraction dukkam dukkam dukkam athava shokah athava vicharah regret also vishada अत्र विषादः इति पदं विषादयोगः इत्युक्ते खिन्नम् उत्तमं sad. Now what is the ending yogah? I see that in many places. It means what? Yogah the antah yogah skartah ka इत्युक्ते मानसिकस्थितिः योगः. तत्र योगः इत्युक्ते बहवः योगः इत्यस्य पदस्य कृते बहवः अर्थाः सन्ति. इति अपि अस्ति. वदतु भगिनि, वदतु. मार्गम् अपि अस्ति. मार्गः अपि अस्ति. मार्गः अत्र अर्जुनविषादः योगः इत्युक्ते अर्जुनस्य मानसिकस्थितिः का इति अस्मिन् अध्याये वदति. हिस् मेण्टल् स्टेट् is explained in that chapter. Yeah, I know that, but I just want to know the meaning of yoga, that because it is used in many other places. Yoga generally means to join with. So here in Bhagavad Gita, they're talking about the most of it, spiritual union with the that Advitiya Paramatma. So karma yoga means you do the karma and then the yoga means not expecting anything and then you will join with that paramatma. Bhakti yoga is with bhakti also. In bhakti marga if you go also you can join with paramatma. And vishada yoga perhaps because of his depression he did like this and that made Krishna give him the Bhagavad Gita which made Arjuna join with Paramatma Krishna. So yoga is like joining. Bhagini, atra atra vayam mahodaya bhavan shrunatu atra priya bhagini api asti. Priya bhagini kimapi na krutavati tadartham priya bhagini kinchit karotu aduna saptamam abhyasam kinchit kurmah bhavati karotu ekramishya bhagini saptam abhyasam va कोष्ठकस्थैः उचितपदैः रिक्तस्थानानि पूरयत्. वयं प्रतिदिनं डेश् जीवनचरित्रं पठामः. वयं प्रतिदिनं महापुरुषाणां जीवनचरित्रं पठामः. तत्र णत्वम् अस्ति वा? महापुरुषाणाम् अस्ति. शकारः भवति पूर्वं शकारः भवति तत्कारणेन नत्वम् अस्ति. उत्तमं. द्वितीयं करोतु. तेषां कविताः रमणीयाः सन्ति. तेषां कवीनां कविताः रमणीयाः सन्ति. उत्तमं. तृतीयं. विवेकानन्दस्य वचनानां पठनेन स्फूर्तिः लभ्यते. स्फूर्तिः लभ्यते. विवेकानन्दस्य किम् उक्तवती अत्र वचनानां पठनेन? वचनानां पठनेन स्फूर्तिः लभ्यते. अत्र किम् किमस्ति इत्युक्ते वचनम् इति नपुंसकलिङ्गपदम् वचनं नपुंसकलिङ्गपदं महापुरुषाणां तत्र महापुरुषाः बहुवचनं महापुरुषाः तत्कारणेन षष्टि बहुवचनं महापुरुषाणाम् अपि च कवयः इति पदमस्ति चेत् तत्र कवीनाम् इति भवति अस्तु चतुर्थं करोतु भगिनि चतुर्थं करोतु तयोः मित्रयोः मैत्री जगत् प्रसिद्धा तयोः मित्रयोः द्विवचनं षष्टि द्विवचनं मित्रयोः मैत्री जगत् प्रसिद्धा तयोः अस्ति तत्कारणेन मित्रयोः मित्रयोः उत्तमम् अत्र मैत्री जगत्प्रसिद्धा अत्र मैत्री इति पदं स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् इकारान्त गौरीपदं समानं नदी शब्दं शब्दवत् वा समानं मैत्री अपि च मैत्रीः इति पदमपि अस्ति इति भाति मैत्री अत्र पञ्चमं पञ्चमं डाश् अनुसरणेन जीवने अनुशासनं नियमानाम् अनुसरणेन जीवने अनुशासनं भवति नियमानां नियमम् इति नपुंसलिङ्गं पदं वा नियमः पुल्लिङ्गपदं नियमः अस्तु पुल्लिङ्गपदम् अत्र अनुसरणम् इति पदमस्ति अनुसरणम् इति पदं जानाति वा वदतु जीवने अनुसरणम् अनुसरणमिति अनुसरणं नपुंसलिङ्गपदम् अनुसरणं तत्र तत्र किं भवति इत्युक्ते अनु उपसर्गः अस्ति श्रुधातुः श्रुधातुः श्रुधातोः रूपमेव सरति सरति अस्तु लट्लकाररूपम् अनुसरति ओ अनुसरति अत्र ल्युडन्तपदमस्ति ओ अनुसरणम् इति ल्युडन्तपदं तथा एव अत्र अनुशासनम् अत्र अनु उपसर्गपूर्वकः शास् धातुः ल्युडन्तरूपं शासनं किन्तु शास् धातोः रूपाणि भिन्नानि भवन्ति कथम् इत्युक्ते शास्ति शिष्टः शासति प्रथमपुरुष एकवचनरूपं शास् धातोः रूपं शास्ति शासति शासति अस्तु इत्युक्ते प्रथमपुरुषरूपाणि शास्ति शिष्टः शासति किन्तु अत्र ल्युडन्तरूपम् अनुशासनं भवति केन अनुशासनं भवति नियमानाम् अनुसरणेन अनुशासनं भवति अनुशासनम् इत्युक्ते किम् अनुशासनम् इत्युक्ते ओबीडियन्स् अनुशासनं पालनं डिसिप्लिन् डिसिप्लिन् नियमानाम् अनुसरणेन डिसिप्लिन् भवति अनुशासनं भवति डिसिप्लिन् भवति अस्तु जीवने डिसिप्लिन् भवति इत्युक्ते जीवने अनुशासनस्य आवश्यकता अस्ति अस्ति अस्तु अपि च नियमानां पालनं आवश्यकम् आवश्यकम् उत्तमम् धन्यवादः भगिनि गीताञ्जलि भगिनी भवती करोतु षष्ठं वाक्यं नमस्ते भगिनि क्षम्यतां भगिनि नमस्ते मध्ये सहकारभावः आवश्यकः कार्यकर्तॄणां मध्ये सहकारभावः आवश्यकः बहुवचनषष्टि अत्र मध्ये इति सप्तमी सहकारभावः आवश्यकः द्वयोः सहकारभावः इत्युक्ते प्रथमविभक्ति एकवचनरूपं भगिन्याः ध्वनिः न श्रूयते गीताञ्जलि भगिन्याः न श्रूयते भगिनि न अतीव मन्दं मन्दम् अस्ति उच्चैः वदतु अस्तु अधुना सम्यक् सम्यक् अस्तु अस्तु कार्यकर्तॄणां मध्ये सहकारभावः आवश्यकः. तदनन्तरम् ऐक्यं न सुलभम्. ऐक्यं न सुलभं. मतीनाम् ऐक्यं न सुलभम्. अत्र भगिनी कार्यकर्तॄणाम् इति लिखितमस्ति. अत्र कर्तॄणां तत्र दीर्घरूकारः अस्ति, किन्तु प्रथमान्तं पदं किम्? कार्यकर्ता इति. अत्र कार्यकर्तॄणाम् इति षष्ठी बहुवचनं, किन्तु प्रथमबहुवचनं किम्? प्रथमबहुवचन ऋकारान्त कार्यकर्तारः. उत्तमम्. क्षम्यतां विलम्बेन. कार्यकर्तारः. उत्तमम् उत्तमं भगिनि. अत्र सप्तमं वाक्यं बहु उत्तमं वाक्यं. किं वदति वाक्यं? मतीनाम् ऐक्यं न सुलभं. बहु कष्टं मती दिशेषु सर्वदा गच्छति. तदे अतः ऐक्यं न सुलभं. मतीनाम् ऐक्यं न सुलभम्. अत्र मतिः शब्दस्य रूपं मतयः, मतयः इत्यस्य रूपं मतीनां. मतीनाम् ऐक्यम्, ऐक्यम् इति पदं कीदृशं पदम् एकवारं पश्यामः. अत्र एकस्य भावः ऐक्यम्, एकस्य भावः. तदपि अत्र तद्धितान्तं पदमस्ति ऐक्यम्. अत्र संस्कृतभाषायां केवलम् एकारः अस्ति, ऐकारः अस्ति, किन्तु ह्रस्वरूपम् एकारस्य ह्रस्वरूपं नास्ति. इत्युक्ते किं किं किं वक्तव्यम् इत्युक्ते एकारः एकता अस्ति. कन्नडभाषायां वेङ्कटेश विद्ये, बट् इन् संस्कृत वेङ्कटेश ओन्लि विमस्ति. उत्तमं, तदेव अहं वक्तुमिच्छामि. अन्यासु भाषासु वेङ्कटेशः इति वदामः, किन्तु संस्कृतभाषायां वक्तुमिच्छामश्चेत् वेङ्कटेशः इत्युक्ते दीर्घरूपमेव अस्ति संस्कृतभाषायां, ह्रस्वरूपं नास्ति एकारस्य. एकस्य भावः ऐक्यम्, एकतायाः भावः इत्युक्ते समरूपता. मैत्रीपदम् अपि सिमिलर् नो, मित्रत्वभावः मैत्री इन् वन् सेण्टेन्स् मित्रतायाः भावः अथवा मित्रत्वं. मित्रत्वं तत्रापि त्वम् इति एकः प्रत्ययः अस्ति, ता इति प्रत्ययः अपि अस्ति. मित्रता, मित्रत्वं, मैत्री. मैत्री यथा भवती उक्तवती तद्धितान्तं रूपमेव. अत्र ऐक्यम् इत्यस्मिन् इति पदे तत्र प्रत्ययस्य नाम ष्यञ् प्रत्ययः, षकारः, यकारः, इणि चवर्गी अन्तिमव्यञ्जनम्, ष्यञ् प्रत्ययः अस्ति. ऐक्यम्, ऐक्यं सुलभम्. गीताञ्जलि भगिनी भवती करोतु. अद्यत्वे अद्यत्वे नदीनां जलं कलुषितं भवति. अद्यत्वे इत्युक्ते इदानीं, इदानीं दीस् डेस् कथं वदामः भगिनी? दीस् डेस् इदानीम् इत्युक्ते अधुना इत्युक्ते नौ, किन्तु दीस् डेस् भगिनी कथं वदामः? इदानीन्तनकाले. इदानीन्तनकाले, इदानीन्तनकाले इदानीन्तनकाले नदीनां जलं कलुषितं भवति. कलुषितम् इत्युक्ते अपि ल्युडन्त इति न, न तत्र कलुषित, अत्र कलुषित इति पदं क्तान्तरूपम् अस्तु. कलुषित यथा पठित, पठित तत्र इडागमः भवति कलुषित पठधातोः रूपं पठित भवति तथा एव अत्र क्तान्तरूपं किन्तु क्तान्तरूपं जलम् इति पदस्य विशेषणमस्ति इति कृत्वा जलं कलुषितम् अद्यत्वे अत्र अद्यत्वे अद्य इति पदात् आगतं तदनन्तरं त्वम् इति रूपम् अत्र अस्ति अद्य इत्युक्ते किम् इति अहं दृष्टवती अतः वदामि संस्कृतभाषायाम् एकः धातुः अस्ति अद् अद् इति धातुः अद् धातोः लट्लकाररूपम् अत्ति अत्ति इत्युक्ते खादति इत्युक्ते भक्षणार्थे भक्षणार्थे अत्ति इति एकं क्रियापदमस्ति खादति इत्यस्मिन् अर्थे तत्र अद्य इति पदस्य अर्थः कः इति पश्यामश्चेत् खादनयोग्यः इत्युक्ते इट् इस् अद्य मीनिङ्ग् आफ् अद्य इस् इट्स् रेडि टु यूस् रेडि टु बि ईटन् अत्र बहु समीचीनः अर्थः Yesterday gone, tomorrow not yet available. So today itself. Okay, okay. Nice expectation. Uttamam. Tadeva. Ichukte atra. Tatra kalushitaha ityasya prashnaha bhagini. Patitaha iti artheva. Pustakam tena patitaha. Patita. Patitaha patita iti kalushitaha astiva. Tadeva va. Atra... तेन पुस्तकं पठितं पठितम् इति वाक्यमस्ति तत्र पठितम् अथवा पठितः पठित एतानि रूपाणि क्ताप्रत्ययान्तरूपाणि क्तान्तरूपाणि अत्रापि कलुषित इति पदं क्तान्तरूपम् यदि अहं पठितः इति पदम् उपयोगं कर्तुम् इच्छामि चेत् मया ग्रन्थः पठितः क्षीरः कलुषितः यु केन् से क्षीरं कलुषितं क्षीरं दट् इस् आल्सो नपुं नपुंसकं क्षीरं कलुषितं जलं कलुषितम् आहारः कलुषितः आहारः कलुषितः उत्तमम् अद्यतन आल्सो डू वी से मेडम् भगिनि अद्यतन वयम् अभ्यासपुस्तके पठितवन्तः अद्यतन ह्यस्तन श्वस्तन अद्यतनकाले अथवा अद्यतनवार्तापत्रिका डस् कलुषितं मीन् कण्टामिनेटेड् उत्तमं मालिन्यमस्ति अथवा असमीचीनमस्ति अग्रिमं वाक्यं गीताञ्जलि भगिनी भवती समापयतु वदतु वदतु अश्वपालकः पालनं करोति अश्वपालकः अश्वानां पालनं करोति अन्तिमं अन्तिमं गुरूणाम् आज्ञा पालनीया आज्ञा इति स्त्रीलिङ्गपदमस्ति चेत् पालनीया इति पालनीया आज्ञा पालनीया आज्ञा पालनीया केषां गुरूणां गुरूणाम् उत्तमं धन्यवादः भगिनी अरुणा भगिनी पृच्छतु अद्य अर्थः ईटबुल् ईटबुल् उत्तमम् अप्टे कोशे अस्ति इत्युक्ते ईटबुल् इत्युक्ते खादनयोग्यः यथा अत्र लता भगिनी पूर्वमेव उक्तवती इत्युक्ते इट् इस् रेडि टु यूस् दट् इस् द ओन्ली थिङ्ग् दट् वी केन् यूस् इट् इन् द रैट् वे यस्टर्डे इस् नाट् अवैलबल् टुमारो इस् आल्सो नाट् अवैलबल् ओन्ली थिङ्ग् दट् इस् अवैलबल् फर् अस् टु पुट् टु गुड् यूस् इस् टुडे सो टुडे टुडे इत्युक्ते संस्कृतभाषायाम् अद्य अद्य इत्युक्ते अद् धातोः रूपम् अत्ति अत्ति पदस्य अर्थः तु खादति आहत्य आहत्य अद्य इत्युक्ते खादनयोग्यः अशनम् इस् अशनम् युडन्त् आफ् दट् अशनम् किन्तु तत्र धातुः भिन्नधातुः अशनं ल्युडन्तपदमेव. अशनम् इत्युक्ते भोजनम् अथवा आहारम् आहारः. किन्तु भुज् धातोः रूपं भोजनं तत्र अशनम् इति तत्र भिन्नधातुः अस्ति. पाठ्यं देवालये अद्यं पाठ्यं पुष्पम् अद्यं तत्र अपि प्रसादम् भवती किं किञ्चित् वदतु. क्षम्यतां क्षम्यताम्. पाद्यम् इति पदं भिन्नं पदम्. अर्घ्यम् अर्घ्यम् अर्घ्यं तत् भिन्नं पदम्. वदतु. कोष्टकस्थैः उचितपदैः उचितं पदम् अस्ति वा भगिनि? उचितं पदं पदैः तृतीय भवति बहुवचनं. कोष्टकस्थैः कोष्टकं कोष्टकम् अस्तैः इत्युक्ते तत्र यथा भवती उक्तवती तृतीया बहुवचनरूपं दत्तमस्ति. किन्तु प्रथम एकवचनं वक्तुमिच्छामश्चेत् कोष्टकस्थम् उचितं पदम् कोष्टकस्थं तत्र स्था धातोः रूपम् अस्ति. वयं समीचीनतया अभ्यासं कृतवन्तः. अधुना अत्र स्थगयाम. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा अन्यान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः.